सर्वेभ्यः संस्कृतभाषाभ्यासिभ्यो नमः। आरम्भे एकं सुभाषितं शृणुमः, पश्चात् पाठं प्रति गच्छेम। भगिनी एकवारं सुभाषितं स्मारयतु। आं भगिनि। ॐ श्रीगुरुभ्यो नमः। ॐ श्रीगणेशाय नमः। विद्यानाम नरस्य रूपमधिकम् प्रच्छन्नगुप्तं धनम् विद्याद्भोगकरी यशसुखकरी विद्या गुरुनां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु न तु धनम् विद्या विहीना पशुः। अद्य नूतनविषयस्य आरम्भः भवति, अथवा अद्य नूतनविषयः आरभ्यते, अथवा अद्य नूतनविषयस्य आरम्भणं कुर्मः। एतानि वाक्यानि समानार्थकानि एव। अद्यतन अस्माकं नूतनविषयः भूतकालरूपाणि, अस्धातोः भूतकालरूपाणि। अस्धातुः अस्माकं परिचितधातुः, अस्धातोः भूतकालरूपाणि इति विषयः पाठस्य शीर्षकमस्ति। किमकुर्वत सञ्जय इति भवन्तः सर्वे श्रुतवन्तः इति मन्ये। अयं श्लोकः भगवद्गीतायाः प्रथमाध्यायस्य प्रथमः श्लोकः। इत्युक्ते भगवद्गीता अनेन श्लोकेन एव आरभ्यते। धृतराष्ट्र उवाच इति उक्त्वा धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय इति श्लोकः अस्ति। भवन्तः सर्वे जानन्ति इति मन्ये। दर्शना भगिनी, भवती किञ्चित् वक्तुमिच्छति वा अस्मिन् प्रसङ्गे? आम्, धृतराष्ट्र पूर्णभगवद्गीतायाम् एकमेव वाक्यम् उक्तवान् सः। तदेव प्रथमं वाक्यम् अपि च पाण्डवस्य पुत्राः किं कृतवन्तः इति। उत्तमम्। अकुर्वत इत्यस्मिन् स्थाने किं कृतवन्तः इति पदमपि योजयित्वा वाक्यं रचयितुं शक्नुमः। साधु भगिनी, एकमेव वाक्यं धृतराष्ट्रेण उक्तमासीत्, इतोपि अन्ये किं वक्तुमिच्छन्ति? शोभा भगिनी, भवती किं वक्तुमिच्छति? तत्र वक्तुम् इच्छामि भगिनी, मामकाः इति पदं मी अर्थमस्ति मै पीपल् इति। तत्र तावकाः इति अपि अस्ति युवर् पीपल् इति, तदेकम् अंशः अपि अस्ति तत्र। उत्तमम्। अत्र मामकाः इत्युक्ते मदीयाः इति पदमपि साधु एव, अथवा मत्सम्बन्धीयाः, भवदीयः, मदीयः इत्यादीनि पदानि वयं जानीमः एव। मामकाः इत्यस्मिन् स्थाने मदीयाः इति पदमपि योजयित्वा वक्तुं शक्नुमः। अरविन्द महोदय, भवान् किञ्चित् वदतु श्लोकस्य प्रसङ्गे। महाभारते चतुर्दशदिनान्ते भीष्मस्य भीष्ममहान् शरशय्याम् अपतितवान्। तदनन्तरं तत् कार्यं श्रुत्वा धृतराष्ट्र सञ्जयम् आह्वयति एवम् अस्य श्लोकं पृच्छति धर्मक्षेत्रे कुरुक्षेत्रे किमकुर्वद सञ्जय मामका पाण्डव इति। तत् प्रश्नस्य उत्तरं सञ्जयेन धृतराष्ट्रं यद्वदति तदेव अस्माकं कृते भगवद्गीतारूपेण व्यासमुनिना महाभारते लिखितमस्ति. सञ्जयः तु दीर्घदृष्टि पूर्वम् अपरं दृष्टं दृश्यं कर्तुं शक्यते कृत्वा महाभारतयुद्धस्य आरम्भात् किं किम् अभवत् इति धृतराष्ट्रं कथयति. तस्मिन् समये एव अस्य सत् 700 श्लोकानि भगवद्गीतारूपेण उच्यते. श्लोकाः आगताः आगताः. शोभा भगिनी अन्यत् तत् प्रथमशब्दः एव धर्मक्षेत्रे इति भवति तत्र. अपि च धृतराष्ट्रस्य मुखेन एव आगतः धर्मक्षेत्रे, नन्तरं कुरुक्षेत्रे इति वदति. किन्तु यद्यपि सः तादृशः उक्तवान् तथापि तस्य अर्थं न ज्ञातवान् किल तत्र. नन्तरं तदनन्तरं किमपि भवति तत्र तस्य अन्वयः न कृतवान्. साधु, वण्डर्फुल् पायिण्ट्. अस्तु, भूमा भगिनी भवती किमपि वक्तुमिच्छति वा अस्मिन् प्रसङ्गे? आं भगिनि, प्रथमश्लोके एव धृतराष्ट्रस्य मनस्थितिं प्रकटयति. सः पाण्डुपुत्राणाम् अपि च पुत्राणां भेदः प्रकटयति तत्र. उत्तमम्. अस्मिन् श्लोके इतोपि किं लिखितमस्ति, किञ्चित् व्याकरणांशान् विमृशामि, तस्य विमर्शनं किञ्चित् करोमि. तत्र सञ्जय इति सम्बोधनरूपमस्ति. हे सञ्जय इति तत्र सम्बोधनरूपमस्ति. श्लोकस्य प्रसङ्गे आरम्भे किञ्चित् वक्तुम् इच्छामि. धर्मक्षेत्रे इति सप्तम्यन्तं रूपं, धर्मप्रधानं क्षेत्रम् इति अर्थः. धर्मक्षेत्रम् इत्युक्ते धर्मप्रधानं क्षेत्रम्. धर्मप्रधाने क्षेत्रे कुरुक्षेत्रे सप्तमी विभक्तिः इत्युक्ते कुरुक्षेत्रं नाम प्रदेशे पाण्डवाः, मामकाः, समवेताः, युयुत्सवः इति चत्वारि पदानि सन्ति. तत्र समवेताः के? समवेताः युद्धक्षेत्रे पाण्डवाः, मामकाः. किमर्थं समवेताः तत्र? ते सर्वे युयुत्सवः, ते सर्वे युद्धं कर्तुमिच्छन्ति, इत्युक्ते योद्धुम् इच्छुकाः ते सर्वे, पाण्डवाः अपि च कौरवाः इति समवेता युयुत्सवः. तत्र सन्धिकार्यमस्ति, तत्र विसर्गस्य लोपः अभवत्. समवेताः युयुत्सवः इति तत्र पदद्वयमस्ति. समवेताः युयुत्सवः इति कथनेन विसर्गस्य लोपः, तृतीयेन भाट्टसूत्रेण तत्र विसर्गस्य लोपः भवति. तृतीयं भाट्टसूत्रमस्ति, आतः परस्य विसर्जनीयस्य लोपः अखरि. आतः परस्य विसर्जनीयस्य लोपः अखरि इति सूत्रमस्ति. आतः परस्य इत्युक्ते समवेताः इति कथनेन तत्र आकारः अस्ति, विसर्गात् पूर्वम् आकारः अस्ति चेत् परवर्णः इत्युक्ते विसर्गस्य अनन्तरं परवर्णः अखर्वर्णः इत्युक्ते खर् प्रत्याहारस्थवर्णः नास्ति इति कृत्वा आतः परस्य विसर्जनीयस्य लोपः अखरि इति सूत्रेण विसर्गस्य लोपः भवति. किमर्थं चेत् तत्र युयुत्सवः इत्यस्मिन् पदे यकारः अखर्वर्णः. भवन्तः सर्वे जानन्ति एव युयुत्सवः इति योद्धुम् इच्छुकाः इति. युद्धधातुतः सन् प्रत्ययस्य योजनेन युयुत्सा इति आकारान्तपदं सिद्ध्यति. पश्चात् उ इति प्रत्ययः अपि अस्ति, तेन युयुत्सुः इति उकारान्तपदं सिद्ध्यति. तस्य बहुवचनान्तरूपमेव युयुत्सवः इति पदमस्ति. अपि च मामकाः, मामकाः इत्युक्ते मम पुत्राः, मदीयाः. पाण्डवाः इत्युक्ते पाण्डोः पुत्राः. किमकुर्वत इति सः उत्सुकतया विषयं पृच्छति. किमकुर्वत इत्यस्मिन् केवलं वर्णमेलनमेव अस्ति, तत्र सन्धिकार्यं तु नास्ति. एतावता अस्य श्लोकस्य अर्थः तु, हे सञ्जय, मम पुत्राः अपि च पाण्डवाः युद्धं कर्तुं कुरुक्षेत्रे आसन्, ते उत्सुकाः भूत्वा तत्र कुरुक्षेत्रे आसन्, ते मिलित्वा युद्धक्षेत्रे किं कृतवन्तः, किमकुर्वत इति सः पृष्टवान्. अकुर्वत इति क्रियापदमस्ति अस्मिन् श्लोके. अकुर्वत इति कीदृशं पदम् इति परिशीलयामश्चेत्, अस्माकं परिचितधातुः डुक्रुञि धातुः अस्ति, तस्य लौकिकरूपं क्रु अस्ति. क्रू धातुः उभयपदी धातुः, इत्युक्ते करोति इति परस्मैपदरूपं, कुरुते इति आत्मनेपदरूपम् अस्ति. किन्तु अत्र कुरुते इति आत्मनेपदरूपं स्वीकृत्य लङ्लकाररूपं दत्तमस्ति, इत्युक्ते क्रू धातोः आत्मनेपदीरूपस्य लङ्लकाररूपं. तत्र क्रू धातोः प्रसङ्गे इतोपि ज्ञातुम् इच्छामश्चेत्, क्रू धातुः तनादिगणे अस्ति, इत्युक्ते अष्टमः गणः. दशधातुगणाः सन्ति, तेषु अष्टमः गणः एव तनादिगणः. तनादिगणे क्रू धातुः अस्ति. क्रू धातोः आत्मनेपदीरूपस्य लङ्लकाररूपम् अकुर्वत. अद्यतन अस्माकं विषयः तु लङ्लकाररूपाणि, इत्युक्ते भूतकालरूपाणि. भूतकालरूपाणि अद्य वयं पठामः. अत्र क्रू धातोः लङ्लकाररूपाणि आत्मनेपदरूपाणि ज्ञातुमिच्छामश्चेत्, तत्र अकुरुत, अकुर्वाताम्, अकुरुथाः, अकुर्वाथाम्, अकुरुध्वम्, अकुर्वि, अकुर्वहि, अकुर्महि इत्यादीनि नवरूपाणि क्रू धातोः लङ्लकाररूपाणि सिद्ध्यन्ति. तत्र अकुर्वत इति पदं परिशीलयामश्चेत्, लङ्लकारे इत्युक्ते भूतकालार्थे अडागमः भवति, अकारः आदौ आयाति. अट् आगमः इत्युक्ते अट् इत्युक्ते अट् टित् अस्ति, अडागमः आदौ भवति, आद्यन्तौ टकितौ इति सूत्रेण सः अडागमः आदौ भवति इति कृत्वा धातोः पूर्वम् अकारः आयाति. तदर्थमेव अकुर्वत इति. तत्र एकं सूत्रमस्ति लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण तत्र अडागमः भवति. तदनन्तरम् अन्यानि सूत्राणि अपि सन्ति, तेन अकुर्वत इति पदं सिद्ध्यति. अपि च लङ्लकारप्रसङ्गे इतोपि वयं ज्ञातुमिच्छामश्चेत्, लङ्लकारं वक्तुं सूत्रं किम् इत्युक्ते, अनद्यतने लङ् अनद्यतने लङ् इति सूत्रेण लङ्लकारप्रयोगः भवति. अनद्यतने लङ् इत्युक्ते लङ्लकारः अनद्यतनभूतकालार्थे एव तस्य प्रयोगः भवति. इत्युक्ते वयं सर्वे जानीमः अद्यतन अनद्यतन. अद्यतन इत्युक्ते टुडेस्, अनद्यतन इत्युक्ते अद्यतन नास्ति इति अर्थः. इत्युक्ते अनद्यतनभूतकालं दर्शयितुं लङ्लकारस्य प्रयोगं कुर्मः. इतोपि भूतकालप्रसङ्गे संस्कृतभाषायां बहवः विषयाः ज्ञातव्याः. इत्युक्ते संस्कृतभाषायां भूतकालं दर्शयितुं त्रयः लकाराः सन्ति, त्रयः लकाराः. आहत्य दशलकाराः सन्ति, तेषु दशसु लकारेषु त्रयः लकाराः केवलं भूतकालं दर्शयितुम् एव तेषां प्रयोगं कुर्मः. इत्युक्ते अनद्यतनभूतकालः अस्ति चेत् लङ्लकाररूपम्. इत्युक्ते उदाहरणार्थं क्रू धातुं स्वीकुर्मः चेत् तस्य रूपम् अकरोत्. परोक्षभूतकालः इति अन्यः भूतकालः अस्ति, परोक्षभूतकालं दर्शयितुं लिट् लकाररूपं योजयामः. क्रू धातोः लिट् लकाररूपं चकार. अनद्यतनभूतकालः नास्ति, परोक्षभूतकालः नास्ति अन्येषु स्थलेषु, इत्युक्ते एतौ द्वौ अवस्थे विहाय अन्येषु स्थलेषु भूतकालं दर्शयितुं लुङ्लकारप्रयोगः भवति. एतावता लङ्लकारः, लुङ्लकारः, लिट् लकारः, एते त्रयः लकाराः भूतकालं दर्शयितुं संस्कृतभाषायां सन्ति. अद्यतन अस्माकं विषयः तु अनद्यतनभूतकालः अथवा लङ्लकारः. लङ्लकाररूपाणि किञ्चित् सुलभानि, अथवा वयं प्रथमतया सार्वधातुकलकारान् जानीमः. इत्युक्ते सार्वधातुकलकारेषु रूपसिद्धिः किञ्चित् सुलभमस्ति. इत्युक्ते लट् लोट् लङ् विधिलिङ् लट् लकारः, लोट् लकारः, लङ् लकारः, विधिलिङ् लकारः, एते चत्वारः लकाराः सार्वधातुकलकाराः. सार्वधातुकलकारेषु रूपसिद्धिः किञ्चित् तत्र सौलभ्यमस्ति इति कृत्वा प्रथमतया वयं सार्वधातुकलकारान् जानीमः. तेषु सार्वधातुकलकारेषु लङ् लकारः एकः. किन्तु तत्र लिट् लकारप्रसङ्गे, लुङ् लकारप्रसङ्गे किञ्चित् काठिन्यमस्ति इति कृत्वा आरम्भिकस्तरीयछात्राणां कृते प्रथमतया लङ् लकाररूपाणि ज्ञात्वा पश्चात् लुङ् लकारः अपि च लिट् लकारः तेषां रूपसिद्धिः कथं भवति इति ज्ञास्यामः. तत्र किञ्चित् सौलभ्यम् अस्ति लङ् लकारे इति कृत्वा अस्माकं पाठः तु लङ् लकारः. अनद्यतनभूतकालः, अनद्यतने लङ् इति सूत्रेण तस्य प्रयोगः भवति. मामकाः इत्युक्ते मदीयाः, मत्सम्बन्धीयाः. मम इदम् इति मामक इति पदम्, अस्मत् शब्दात् मम इति पदं साधितम्. अपि च अकुर्वत इति लङ्लकाररूपम् इति अहम् उक्तवती. तस्मिन् स्थाने अन्यत् पदं योजयित्वा वक्तुं शक्नुमः वा इति परिशीलयामश्चेत् अकुर्वन्, अकुर्वन् इति अपि साधु एव. अकुर्वत इति आत्मनेपदिरूपं, किन्तु अकुर्वन् इति परस्मैपदिरूपं, क्रूधातोः प्रथमपुरुषबहुवचनरूपम् अकुर्वन् अस्ति. भिन्नरीत्या इदमेव वाक्यं वक्तुमिच्छामश्चेत् अकुर्वन् इति पदमपि योजयित्वा वक्तुं शक्नुमः. किन्तु अहं चिन्तयामि छन्दसः कारणेन तादृशरीत्या अकुर्वत इति पदं श्लोके दत्तमस्ति इति मम चिन्तनम्. एतावता धृतराष्ट्रः सञ्जयं पृच्छति उत्सुकतया. किं पृच्छति? पाण्डवाः अपि च मामकाः कुरुक्षेत्रे किम् अकुर्वन्, किं कृतवन्तः आसीत् युद्धक्षेत्रे इति सः प्रश्नं पृष्टवान्. तत्र अकुर्वत इति लङ्लकाररूपं दत्तमस्ति. इत्युक्ते अस्माकं पाठः तु अस् धातोः लङ्लकाररूपाणि ज्ञातव्यानि, अपि च अस्मिन् एव पाठे क्तवत्वन्तरूपाणि अपि दत्तानि. इत्युक्ते लङ्लकारयुक्तं पदं योजयित्वा अपि लेखितुं शक्नुमः, अथवा तस्मिन् स्थाने क्तवतु प्रत्ययान्तरूपाणि अपि योजयित्वा वाक्यानि लेखितुं शक्नुमः. अतः अधुना भवन्तः सर्वे पुस्तकं पश्यन्तु. पुस्तके सप्तसप्ततितमं पुटं पश्यन्तु. तत्र वाक्यानि दत्तानि, तेषां परिशीलनं. प्रश्न भगिनि, भगिनि अत्र तु किम् अकुर्वत अनद्यतने लङ् अस्ति चेत् युद्ध भूत्वा धृतराष्ट्र उवाच न इति प्रश्नः युद्ध भूत्वा एव अकरोत्, सः अकरोत्, सः अवदत्. उवाच वच् धातोः रूपं, लिट् लकाररूपं, परोक्षभूतकालरूपं, लिट् लकाररूपम् उवाच. न, तत्तु उवाच, किन्तु अकुर्वत तु अन्य अनद्यतने लङ् अस्ति चेत् युद्ध तु समाप्तं तु न, किन्तु अनद्यतने इत्युक्ते एकदिने पश्चात् एव सः अपृच्छत् भूत्वा एव दिव्यदृष्टि अपि च सर्वम् आगच्छति. प्रश्नः कः भगिनि? तदेव प्रश्न भगिनी. धृतराष्ट्र अपृच्छत्, किन्तु कदा अपृच्छत्? युद्ध तु आरम्भः आरम्भ्य इति समीचीनं भगिनि. आरभ्य युद्ध आरभ्य धृतराष्ट्र अपृच्छत् इत्युक्ते यत् यत् आरम्भे अभवत् तत् कथं जानीमः? दिव्यदृष्टि तु तत्र नास्ति तदा. शोभा भगिनी, भवती किं चिन्तयति, वदतु. आं भगिनी, दिव्यदृष्टि यदा दत्तं तदा सर्वं द्रष्टुं शक्नोति किल. यद्यपि एकदिनस्य अनन्तरं दिव्यदृष्टिः आगतः सञ्जयस्य कृते, तदेकम्. अपि च भवती उक्तवती तत्र अद्यतन लङ् अस्ति चेत् परोक्ष स्थितिः अस्ति, किल अपरोक्ष, क्षम्यताम्. अतः किमर्थम् अनद्यतन लङ् इत्यस्य उपयोगं कृतमस्ति श्लोके इति? किमर्थं चेत् यदा सञ्जयः आरप्स्यते तस्य तत्र किम् अभवत् इति, सः प्रथमदिनस्य प्रथमदिनात् आरभ्य एव वक्तुं प्रारम्भं करोति. तत्र क्रोनलाजिकल् आर्डर् अहं सम्यक् न जानामि, इत्युक्ते कदा एतत् सर्वम् आगतम् इति स्पष्टतया अहं न जानामि. कोऽपि वक्तुमिच्छति? तत्र अरविन्द् महोदयेन उक्तम् एकवारं प्रथमदिने एव न प्रश्नः न आगतः इति. महोदय वक्तुं शक्नोति? महोदय वदतु किञ्चित्. 14th day is the day on Shikanti was kept in front of Bhishma and Arjuna drops Bhishma into Sharashayya. That news comes to Dhritarashtra and he didn't want to listen about what happened in the war till then. He was not allowing anybody to enter his chamber. But Bhishma, when he falls, he had told his Vidura to come and tell that, Bhishma, something happens, you should come and tell me. That's the only time I want to hear something. So Vidura sends a message to Dhritarashtra that Bhishma has fallen on Sharashayya, fallen in the war on the 14th day. That time he summons for Sanjaya because he knows that Sanjaya has been given the special power by his father Vyasa to see Purva and Para, and he can see both forward and backward. So he, that time Putreshana is the reason why Dhritarashtra calls Sanjaya and asks him, please tell what all happened in that in the Dharma Kshetra Kurukshetra. So Sanjaya at that time uses his special power to explain to him what all happened in the Kurukshetra only. So that Senayor Ratan Stapetami Achyuta and all those statements which Krishna told Arjuna, only Sanjay could hear as a posthumous sound. So here that I feel that Akurvata, the word is used to Sanjaya to I don't know whether it is Atmanepada Pradama Ekavachanam Astiva. Looks like Atmanepada Pratama Ekavachana also or Akurvata only, isn't it? Namodaya. Tatra Lang Atmanepadam Pratama Pratama Purusha Ekavachanam? Akuruta. Akuruta. Lang Lakare Akuruta. Akurvata. Amati Tadeva Sandeha Asit Ataha Drishtavati. Akuruta, Akurvatam, Akuruta Bahuchane. Akuruta. अधुना ऐ थिङ्क् अहम् अवगच्छामि. तत्र सञ्जय फर् हिस् सेक् इट्स् नाट् अपरोक्ष, ही हेस् डैरेक्ट् दृष्टि देर्. सो अपरोक्ष मीन्स् परोक्ष मीन्स् समथिङ्ग् दट् समोन् एल्स् हेव् सीन् अण्ड् टोल्ड् अस् वि बिलीव् इट्. अपरोक्ष इस् समथिङ्ग् दट् वि डैरेक्ट्लि एक्स्पीरियन्स् विदौट् इवन् हेविङ्ग् टु सी डैरेक्ट्लि एक्स्पीरियन्सिङ्ग्. सो इन् सञ्जय केस् इट् इस् डैरेक्ट्लि बीङ्ग् एक्स्पीरियन्स्ड्. एव्रिथिङ्ग् that's happened or happened in the war, he's directly experiencing it as though he's standing there looking at it. So no, he is telling as a posthumous reporting. Correct. I mean, but he personally saw it. No, he can see it, but he knows that what he is seeing is not current, so he has to report it as a past tense only. So is that aparoksha? तत्र एकं वदामि, अनद्यतन इत्युक्ते अद्यतन अनद्यतन, तत्र विषयः भिन्नः, किन्तु परोक्षभूतकालः इति भिन्नः. इत्युक्ते अत्र तु लङ्लकाररूपम् अनद्यतनभूतकालरूपं दत्तमस्ति. तत्र वाक्यं परिशीलयामश्चेत् समवेताः अकुर्वत इति वाक्यमस्ति, अथवा युत्सवः अकुर्वत, समवेताः अथवा पाण्डवाः, मामकाः, युत्सवः, एतानि पदानि बहुवचनरूपाणि. इत्युक्ते एते सर्वे किं कृतवन्तः इति, इत्युक्ते वाक्यं कर्तरिप्रयोगे अस्ति. उत्तमम्. इत्युक्ते कर्तरिप्रयोगे वाक्यमस्ति, अपि च आत्मनेपदि क्रु धातोः आत्मनेपदिरूपं स्वीकृत्य प्रथमपुरुष बहुवचनरूपं स्वीकृत्य वाक्यं लिखितमस्ति. ते सर्वे इत्युक्ते पाण्डवाः, मामकाः, तयोः विशेषणमेव समवेताः, अपि च युयुत्सवः. युयुत्सवः अपि च समवेताः इति पदद्वयं विशेषणमस्ति तस्मिन् वाक्ये. ते किं कृतवन्तः इत्यस्मिन् स्थाने कृतवन्तः, कृतवान्, कृतवन्तौ, कृतवन्तः, तत्र कृतवन्तः इति बहुवचनपदस्य स्थाने अत्र लङ्लकाररूपं योजयित्वा अकुर्वत इति पदं दत्तमस्ति. उत्तमम्. अग्रे सरेम. अधुना सप्तसप्ततितमं पुटं पश्यन्तु. द्वाविंशः पाठः इत्युक्ते पृष्ठसङ्ख्या सप्तसप्ततिः अस्ति. अधुना केतकी भगिनी भवती पठतु, अत्र किं लिखितमस्ति. उच्चैः पठत जानीत च एषः अर्जुनः अस्ति, भूतकाले असदातु. एषः अस्मत् रूप. एषः आरम्भात् वदतु, रक्तवर्णैः किञ्चित् लिखितमस्ति. उच्चैः पठत जानीत च. उच्चैः पठत जानीत च. उच्चैः, उच्चैः बहुवचन भगिनि, उच्च धातु. किञ्चित् स्पष्टतया ज्ञातव्यं. का वक्तुमिच्छति? सूर्यकुमारी भगिनी भवती वदतु, अत्र उच्चैः इति पदं कीदृशं पदम्? अहं चिन्तयामि अव्ययपदम्. उत्तमं. सकारान्तपदम् उच्चैस् इति प्रातिपदिकम् अस्ति. पठत वदतु भगिनि. पठत लोट्लकार मध्यमपुरुष बहुवचनं. अत्र जानीता अपि लोट्लकार बहुवचनं मध्यमपुरुष. उत्तमं. लोट्लकारस्य अर्थः कः वदतु. आज्ञा अपि आज्ञायाम् अपि इत्युक्ते आज्ञार्थे अथवा प्रेरणार्थे. इत्युक्ते आज्ञार्थे अथवा प्रेरणा इति न वदामः, किं वदामः तत्र, रिक्वेस्ट्. उत्तमम्. आज्ञार्थे, प्रार्थनार्थे तस्य प्रयोगः भवति. तत्र एकं सूत्रमस्ति, विधिनिमन्त्रणामन्त्रणाधिष्ठसम्प्रश्नप्रार्थनेषु. इत्युक्ते एतादृशेषु स्थलेषु, विधिनिमन्त्रणामन्त्रणाधिष्ठसम्प्रश्नप्रार्थनेषु इत्यादिषु स्थलेषु लोट्लकारस्य प्रयोगः भवति. अत्र वाक्यं लोट्लकारे दत्तमस्ति. पठत इति लोट्लकाररूपमस्ति, मध्यमपुरुष बहुवचनरूपमस्ति. पठ् धातोः रूपं, ज्ञाधातोः रूपं जानीत, मध्यमपुरुष बहुवचनरूपमेव. जानीत इति ज्ञाधातोः रूपं, तत्र एकं विशिष्टं सूत्रम् अस्ति. तत्र धातुः तु ज्ञाधातुः, किन्तु ज्ञाधातोः रूपमेव जानीत इति रूपं सिद्ध्यति. तादृशं रूपं कथं सिद्ध्यति इति परिशीलयामश्चेत् तत्र एकं विशिष्टं सूत्रमस्ति. ज्ञाजनोर्ज इति एकं सूत्रमस्ति. तेन सूत्रेण शिति परे ज्ञाधातोः प्रसङ्गे ज्ञास्थाने जा आदेशः भवतु इति सूत्रं वदति. इत्युक्ते शितिपरे इत्युक्ते सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु शितिपरे इत्युक्ते कर्तरि शप् आयाति. शप् शित् अस्ति इति कृत्वा ज्ञाजनोर्ज इति सूत्रेण तत्र ज्ञास्थाने जा आदेशः भवति इति कृत्वा जानीत इति रूपं सिद्ध्यति. किन्तु जानीत इति पदस्य स्थाने अन्यत् पदं योजयित्वा वक्तुम् इच्छामश्चेत् ज्ञाधातुः अपि उभयपदी धातुः, अतः जानीतस्थाने अन्यत् पदं योजयित्वा लेखितुम् इच्छामश्चेत् जानीध्वम् इति पदमपि योजयित्वा लेखितुं शक्नुमः. किमर्थं चेत् ज्ञाधातुः उभयपदी धातुः, किन्तु अस्माकं सौलभ्यार्थम् अत्र परस्मैपदिरूपं दत्तमस्ति, किन्तु आत्मनेपदिरूपमपि योजयित्वा लेखितुं शक्नुमः. अपि च भूतकालः इति पदं दत्तमस्ति, भूधातोः क्तान्तरूपं भूत. अपि च इतोपि अस्धातुः, अस्धातुः अपि परिचितधातुः एव, अदादिगणे अस्धातुः अदादिगणे अस्ति. अस्धातोः क्तान्तरूपमपि भूत एव, भूधातोः क्तान्तरूपमपि भूत एव. अत्र भूत इति पदं दत्तमस्ति, भूत इति क्तान्तरूपं, भूधातोः रूपमपि भूत एव, अस्धातोः रूपमपि भूत एव. किमर्थं तथा इत्युक्ते अस्धातोः प्रसङ्गे अस्तेर्भूः इति सूत्रेण तत्र भू आदेशः भवति केवलम् आर्धधातुकलकारेषु एव, इत्युक्ते आर्धधातुकप्रत्ययेषु तत्र अस्धातोः स्थाने भू आदेशः भवति इति कृत्वा तत्र भूत इति रूपं सिध्यति. अपि च अत्र केतकी भगिनी प्रथमं वाक्यं पुनः परिशील्य भवती किम् अवगतवती वदतु. प्रथम उच्चैः उच्चैः सकार लोटलकार बहुवचन मध्यम पुरुष आज्ञार्थे. भगिनी अत्र तत् सर्वम् अभवत्, एषः अर्जुनः अस्ति, तद्वाक्यं स्वीकृत्य वदतु. एषः अर्जुनः अस्ति. एषः अर्जुनः भवती श्रोतुमिच्छति चेत् इदानीं सुजाता भगिनी भवती वदतु, एषः अर्जुनः अस्ति. एषः अर्जुनः अस्ति. अत्र प्रातिपदिकं किम्? तत् प्रातिपदिकम् अस्ति. एतत् प्रातिपदिकम् अस्ति. अर्जुनः प्रथमाविभक्ति एकवचनं. एषः अर्जुनः समीपम् अस्ति चेत् एषः शब्द उपयोगं कुर्मः. अस्ति अस्धातु अस्ति. अस्धातोः अस्ति वर्तमानकाले अस्ति. उत्तमं, वर्तमानकाले वाक्यं लिखितं लकारे. उत्तमम्. एतावता भवती सम्यक् उक्तवती भगिनी. एषः इति किमर्थं लिखितमस्ति, किमर्थम् इत्युक्ते तत्र सामीप्यम् अस्ति, इत्युक्ते तत्र नैकट्यम् अस्ति इति कृत्वा, तत्र पार्श्वे अस्ति इति कृत्वा एषः अर्जुनः अस्ति इति वाक्यम्. अस्मिन् वाक्ये कर्मपदम् अस्ति वा? कर्मपदं नास्ति. किमर्थं नास्ति? अस्धातु अकर्मकः अस्ति. उत्तम. अकर्मकधातुः अस्ति इति कृत्वा अस्मिन् वाक्ये कर्मपदं नास्ति, केवलं कर्त्रार्थकं वाक्यम्. अस्मिन् वाक्ये कर्तृपदं किम्? अर्जुनः. अर्जुनः इति कर्तृपदम् अस्ति, किन्तु तस्य विशेषणं किम्? एषः. एषः एषः इति सर्वनामपदम्, अपि च अर्जुनस्य विशेषणम् एषः अर्जुनः. तत्र चित्रं दत्तमस्ति, तस्मिन् चित्रे अर्जुनः अस्ति. किन्तु द्वितीयं वाक्यं पश्यतु. द्वितीयम् अज्ञातवासे एषः बृहन्नला आसीत्. अज्ञातवासे एषः बृहन्नला आसीत् भूतकाले अस्ति. एषः अर्जुनः बृहन्नला आसीत् अज्ञातवाससमये अज्ञातवासे एषः बृहन्नला. उत्तमम्. इत्युक्ते एतावता कदा इति प्रश्नं पृच्छामश्चेत् सः बृहन्नला आसीत् कदा? अज्ञातवासकाले. अज्ञातवासकाले. उत्तमं. सः अर्जुनः अस्ति किन्तु सः बृहन्नला आसीत्. आसीत् पदस्य प्रसङ्गे वदतु. आसीत् अस् धातोः भूतकाल आसीत्. अत्र अधोभागे वर्तमानकालरूपाणि दत्तानि अपि च भूतकालरूपाणि अपि दत्तानि. एकवारं पठतु. आम्, वर्तमानकाल एकवचन अस्ति, द्विवचने स्तः, बहुवचन सन्ति, प्रथमपुरुष मध्यमपुरुषे आसि, एकवचने स्तः, द्विवचने स्तः, बहुवचने अस्ति, उत्तमपुरुष अस्मि, द्विवचने स्वः, स्मः, बहुवचने अस्ति. भूतकाले आसीत्, आस्ताम्, आसन्, आसि, आस्तम्, आस्ता, आसम्, आस्व, आस्म. उत्तमं. तदेव इत्युक्ते इमानि रूपाणि सर्वदा स्मर्तव्यानि अथवा ज्ञातव्यानि. अस्ति स्तः सन्ति, असि स्तः स्थ, अस्मि स्वः स्मः इति वर्तमानकालरूपाणि. इत्युक्ते वर्तमानकालार्थे अस् धातोः रूपाणि इमानि नवरूपाणि, किन्तु अत्र भूतकालरूपाणि अपि दत्तानि. इत्युक्ते पास्ट् टेन्स् रूपाणि आसीत्, आस्ताम्, आसन्, आसीः, आस्तम्, आस्त, आसम्, आस्व, आस्म इति रूपाणि. अपि च पुनः उपरि गत्वा परिशीलयामश्चेत् अज्ञात इति पदं कीदृशं पदम्? गीताञ्जलि भगिनी भवती वदतु. अज्ञातवास् अज्ञात् नैतत्पुरुष भगिनि. उत्तमं. न ज्ञातः, अज्ञातः इत्युक्ते ज्ञानस्य अभावः अस्ति चेत्. उत्तमं. ज्ञानस्य अभावः उत्तमं पदम्. अज्ञातवासः, न ज्ञातः, अज्ञातः इति तत्र नैतत्पुरुषसमासः अस्ति. ज्ञात वदतु. ज्ञात साप्रत्ययः अस्ति भगिनि. उत्तमं. ज्ञा धातो परे साप्रत्ययः अस्ति चेत् ज्ञात, अधुना तु अज्ञात. अज्ञात. उत्तमं. ज्ञा धातोः क्ताप्रत्ययान्तरूपं, ज्ञा धातोः कथान्तरूपं ज्ञात, किन्तु ज्ञातिः भवन्तः सर्वे जानन्ति एव. ज्ञातिः, ज्ञातिः इत्युक्ते दायादाः इति अर्थः अस्ति. विषयः ज्ञातः वा इति प्रश्नं प्रष्टुं शक्नुमः. ज्ञातः अथवा ज्ञातं तस्मिन् स्थाने अन्यानि पदानि योजयित्वा वक्तुम् इच्छामश्चेत् बुद्धं वा, ज्ञातं वा, विदितं वा, अवगतं वा इति प्रष्टुं शक्नुमः. कक्षायां वक्तुमिच्छामश्चेत् विषयः अवगतः वा, बुद्धं वा. इत्युक्ते ज्ञात इति ज्ञा धातोः कृताप्रत्ययान्तरूपम् अस्ति. वास इति पदं वस् धातोः रूपं, वस् धातुतः घञ् प्रत्ययस्य योजनेन वासः इति रूपं सिद्ध्यति. एतादृशानि पदानि अन्यानि ज्ञातुमिच्छामश्चेत् लिख् धातुतः लेखः, वद् धातुतः वादः, विद् धातुतः वेदः, वस् धातुतः वासः घञन्तरूपाणि सन्ति. अपि च अत्र बृहन्नला इति पदमस्ति. बृहत् इति प्रातिपदिकं वयं जानीमः. बृहत् प्रातिपदिकस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. बृहत् प्रातिपदिकस्य रूपाणि नपुंसकलिङ्गे बृहत्, पुंलिङ्गे बृहान्, स्त्रीलिङ्गे बृहती. तत्र बृहत् योगः नल, किन्तु तत्र पदं कथं साधितम् इति अहं न जानामि, किन्तु तत्र बृहत् योगः नल इति कथनेन अनुनासिकसन्धिः भवति. यरोऽनुनासिकेऽनुनासिको वा इति सूत्रेण तत्र स्थितस्य तकारस्य स्थाने नकारादेशः भवति. बृहन्नलापदस्य प्रसङ्गे शुभदा भगिनी भवती किञ्चित् वदतु. एतत् रूपं कदा किम कथं निष्पन्नम् इति भगिनि किमपि भवती यद् जानाति तद् वदतु बृहन्नला इति अर्जुनस्य रूपम् आसीत् यदा ते अज्ञातवासे आसन् सर्वे पाण्डवाः तदा एकमेकं रूपं धारणं कृत्वा ते अज्ञातवासे स्थितवन्तः तत्र अर्जुनस्य रूपं बृहन्नला इति आसीत् सः नृत्यकलायां निपुणः आसीत् इति किमपि अहं स्मृतवती परन्तु न न श्योर् नास्मि ऐ डोण्ट् नो अप्सरसेन द्वितीयं वाक्यं केतकी भगिनी भवती एव पठतु द्वितीयम् अत्र एषा द्रौपदी अस्ति तद्वाक्यं पठतु आं भगिनि एषा द्रौपदी अस्ति एषा अस्मद्धातु प्रथमरूप एतत् शब्द पुल्लिङ्ग एषः स्त्रीलिङ्गशब्द एषाः अस्मिन् प्रसङ्गे स्पष्टतया ज्ञातुमिच्छामश्चेत् तत्र भूमा भगिनी एषा द्रौपदी अस्ति अस्मिन् वाक्ये प्रत्येकं पदं स्वीकृत्य विवृणोतु एषा एतत् शब्दस्य एषा स्त्रीलिङ्ग प्रथमपुरुषः एकवचनं प्रथमाविभक्ति एकवचनं द्रौपदी ईकारान्त स्त्रीलिङ्गशब्द नदीशब्दवत् भवति द्रौपदी साधु एव द्रौपदी इत्युक्ते द्रुपदस्य द्रुपदस्य अपत्यं पुत्री द्रुपदस्य अपत्यं स्त्री अपत्यं स्त्री अपत्यम् इत्युक्ते चैल्ड् आङ्ग्लभाषायां चैल्ड् इति वदामः अपत्यम् इत्युक्ते पुत्रः वा भवतु अथवा पुत्री वा भवतु अपत्यम् इति वदामः द्रौपदी इति द्रुपदस्य अपत्यं द्रुपदस्य पुत्री अथवा द्रुपदस्य अपत्यं स्त्री ईकारान्तपदं सिद्ध्यति तत्र ईकारान्तपदं कथं सिद्ध्यति इत्युक्ते तत्र अन्ते नीप् इति प्रत्ययः अस्ति इति कृत्वा द्रौपदी इति ईकारान्तपदं सिद्ध्यति अग्रिमं वाक्यं परिशील्य वदतु अज्ञातवासे एषा सैरन्ध्री आसीत् अज्ञातवाससमये विराट् नगरे द्रौपदी सैरन्ध्री नाम सेवकी भवति अभवत् सेवकः इति णुवल् प्रत्ययान्तरूपम् अस्ति किन्तु स्त्रीलिङ्गे सेविका इति भवति अज्ञातवासकाले एषा सैरन्ध्री आसीत् आसीत् इति पदमस्ति आसीत् इति लङ्लकाररूपम् इति वयं जानीमः एव किन्तु धातुः अस् धातुः अस्ति आसीत् कथं सिद्ध्यति धातोः रूपं तु अस् अस्ति किन्तु तत्र दीर्घ आकारः कथम् आयाति इति प्रश्नः साधारणतया उदेति एव वदतु नथिङ्ग् मच् लङ्लकारे आट् आगमः भवति धातोः आदौ आट् आगमः भवति आद्यन्तौ टकितौ इत्यनेन आट् अस्ति अतः आदौ भवति तत्र आट् इत्यस्मिन् ट इत्यस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति तस्य लोपः भवति आ इति अवशिष्यते अतः आयोगः आसीत् ऐ डोण्ट् नो इत्युक्ते तत्र विषयद्वयमस्ति अडागमः भिन्नः आडागमः भिन्नः इत्युक्ते अडागमः इति कथनेन अट् आगमः अट् इत्युक्ते केवलं ह्रस्व अकारः एव स्वीकर्तव्यः तत्र तपरस्तत्कालस्य इति सूत्रेण तत्र अट् इति कथनेन केवलं ह्रस्व अकारः एव आयाति इत्युक्ते लङ्लकाररूपेषु अपठत् अपठत् इति कथनेन तत्र अकारः आयाति तत्र अपठत् इत्यस्मिन् पदे अडागमः भवति अडागमः लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अट् आगमः भवति किन्तु अस्मिन् स्थले आट् आगमः भवति आट् इति कथनेन दीर्घ आकारः स्वीकर्तव्यः. आट् आगमः केन सूत्रेण इत्युक्ते आडजादीनाम् इति सूत्रेण आडागमः भवति इति कृत्वा आ इति आयाति. तदनन्तरं सीत् आसीत् तत्र ईकारः दृश्यते. तत्रापि एकं सूत्रमस्ति अस्ति सिचोपृक्ते इति सूत्रेण ईटागमः भवति. आरम्भे आटागमः तत्पश्चात् भिन्नसूत्रेण ईटागमः भवति इति कृत्वा अत्र आसीत् इति पदं सिद्ध्यति. इत्युक्ते प्रत्येकं पदस्य रूपसिद्ध्यर्थं बहूनि सूत्राणि अस्माभिः ज्ञातव्यानि. अन्ते शुभदा भगिनी अत्र चत्वारि वाक्यानि लिखितानि, पठतु. युधिष्ठिरः तत्वा तानि वाक्यानि. युधिष्ठिरः अज्ञातवासे एषः कङ्कः आसीत्. भीमः पठामि वा अग्रे? पठतु पठतु. भीमः अज्ञातवासे एषः वल्लवः आसीत्. नकुलः अज्ञातवासे एषः ग्रन्थिकः आसीत्. सहदेवः अज्ञातवासे एषः तन्तिपालः आसीत्. युधिष्ठिरः अज्ञातवासे एषः कङ्कः आसीत्. सः कस्य एकस्य प्रकारस्य सेवकः इति वक्तुं शक्यते वा? कङ्कः इति ऐम् नाट् श्योर्. अड्वैसर् टु किङ्ग्, द वन् हू किल्स् इफ् समबडि इस् सेण्टेन्स् टु डेत्. इफ् समबडि इस् सेण्टेन्स् टु डेत् देन् देट् आर्डर् टु बि इम्प्लिमेण्टेड् देट् दोस् कैण्ड् आफ़् पीपल् यूस् टु बि देर् कङ्क. इस् देट् सो? भगिनी क्षम्यतां भगिनी, अहम् आप्टे दृष्ट्वा वदामि. कङ्कः इति कङ्क् योगः अच् अस्ति बगला हिन्दी भाषायाम्. अपि च यम, अपि च क्षत्रिय, अपि च वनावटी ब्राह्मण इति विराट के महल में युधिष्ठिर द्वारा रखा गया अपना नाम तदेव. किमपि अन्य अर्थ नास्ति तत्र. इत्युक्ते ब्राह्मण वेषधारी भूत्वा तत्र आसीत् इति अहमपि श्रुतवती. चिन्ता मास्तु. एतावता अत्र पूर्वं वाक्यद्वयं लिखितमस्ति. किमर्थं चेत् तत्र चित्राणि सन्ति. चित्राणि परिशील्य एकं वाक्यं वर्तमानकाले लिखितमस्ति, अन्यत् वाक्यं परिवर्त्य तत्पश्चात् किम् अभवत् इति ज्ञातुं भूतकालार्थे लिखितमस्ति. अत्र तु स्पष्टतया भूतकालार्थे एव वाक्यानि लिखितानि. युधिष्ठिरः कङ्कः आसीत्, भीमः वल्लवः आसीत्. अपि च वल्लवः इत्युक्ते, वल्लवः इत्युक्ते पाकशालायां यः कार्यं करोति सः सः पुरुषः वल्लवः इति उच्यते. पुरुषः अस्ति चेत् वल्लवः इत्युक्ते पाचकः. पाचकः पच् धातोः णुवल् प्रत्ययान्तरूपं पाचकः. अपि च अत्र ग्रन्थिकः दत्तमस्ति. ग्रन्थिकः नाम कः इति अहं दृष्टवती, अतः वदामि. तत्र दैवज्ञः इति अपि दत्तमस्ति. ग्रन्थिकः इत्युक्ते दैवज्ञः. दैवज्ञः इत्युक्ते अस्ट्रालजर्. अस्ट्रालजर् इति दत्तमस्ति. तन्तिपालः. तन्तिपालः इत्युक्ते यः गोमातरं पालयति सः तन्तिपालः. इत्युक्ते धेनूनां पालनं, धेनोः वत्सानां पालनं नास्ति. यः गोमातरं पालयति सः एव तन्तिपालः इति लिखितमस्ति. चिन्ता मास्तु. एतावता अत्र वाक्यानि भूतकालार्थे लिखितानि सन्ति. भगिनी अत्र वर्तमानकालार्थे वाक्यानि रचयतु. युधिष्ठिरः अज्ञातवासे एषः कङ्कः अस्ति. भीमः अज्ञातवासे एषः वल्लवः अस्ति. नकुलः अज्ञातवासे एषः ग्रन्थिकः अस्ति. सहदेवः अज्ञातवासे एषः तन्तिपालः अस्ति. क्तवत्वन्तरूपाणि योजयित्वा वदतु. युधिष्ठिरः अज्ञातवासे एषः कङ्कः. भवती युधिष्ठिरः इति वदति चेत् एषः इति पदं त्यजतु. ओके अस्तु. युधिष्ठिरः अज्ञातवासे कङ्कः भूतवान् अस् अपि च भूधातोः अर्थः समानः एव अस्ति, अतः तेषां तयोः द्वयोः भूतकालरूपा रूपे अपि च समान एव, ऐ मीन् तवक्तु प्रत्ययः अपि समान एव अस्ति, प्रत्ययः अपि समान एव अस्ति, तत्तु भूतः इति अथवा भूतवान्. अतः अस्ति अस् धातोः अपि भूतवान् इति वक्तुं शक्यते. तदेव इत्युक्ते अत्र अस् धातोः क्तवत्वन्तरूपाणि क्तान्तरूपाणि, भूधातोः क्तान्तरूपाणि क्तवत्वन्तरूपाणि समानानि, इत्युक्ते रूपभेदः नास्ति. अस् धातोः रूपमपि भूतवान् एव, भूधातोः रूपमपि भूतवान् एव, किन्तु लङ्लकाररूपं योजयित्वा वदतु. अभवत् इति रूपं भवति, अतः युधिष्ठिरः अज्ञातवासे कङ्कः अभवत्, भीमः वल्लवः अभवत्, नकुलः ग्रन्थिकः अभवत्, अपि च सहदेवः तन्तिपालः अभवत्. साधु भगिनी उत्तमरीत्या उक्तवती. अपि च अत्र पश्यन्तु, भूतकालरूपाणि वर्तमानकालरूपाणि अग्रे दत्तानि, किन्तु साधारणतया व्याकरणवर्गं गच्छामश्चेत् तत्र प्रथमतया धातुं स्वीकृत्य तत्पश्चात् सिद्धतिङ्प्रत्ययानां योजनं कुर्मः. इत्युक्ते मूलतिङ्प्रत्ययाः सन्ति तिप्तस् झि सिप्तस्थ मिप् वस् मस् ता आतां झथा साथां ध्वम् इड् वहि महिम् इति अष्टादश मूलतिङ्प्रत्ययाः सन्ति. मूलतिङ्प्रत्ययेभ्यः सिद्धतिङ्प्रत्ययानां निर्माणं कुर्मः. इत्युक्ते अस् धातुः अस्ति, तत्पश्चात् सिद्धतिङ्प्रत्ययस्य योजनं कुर्मः. तेन अस्ति इति रूपं सिद्ध्यति. तत्र सिद्धतिङ्प्रत्ययाः कथं भवन्ति इत्युक्ते तीतः अन्ति सीथः थ मी वह मह. पश्यन्तु अत्र वर्तमानकालरूपाणि परिशीलयामश्चेत् अस्ति स्तः सन्ति असि स्थः स्थ अस्मि स्वः स्मः इति रूपाणि परिशीलयामश्चेत् आरम्भे धातुः अस्ति अस् धातुः, पश्चात् ति इति सिद्धतिङ्प्रत्ययः, तः इति सिद्धतिङ्प्रत्ययः, अन्ति इति सिद्धतिङ्प्रत्ययः. इत्युक्ते आरम्भे वयं मूलतिङ्प्रत्ययेभ्यः सिद्धतिङ्प्रत्ययानां निर्माणं कुर्मः, तत्पश्चात् द्वयोः योजनं कृत्वा लट्लकाररूपं साधयामः. तथा एव अत्र भूतकालार्थे अपि तादृशी स्थितिः एव अस्ति. इत्युक्ते लङ्लकारप्रसङ्गे अपि सिद्धतिङ्प्रत्ययानां निर्माणं कुर्मः आरम्भे मूलतिङ्प्रत्ययेभ्यः लङ्लकारे सिद्धतिङ्प्रत्ययानां निर्माणं कुर्मः. तत्र इत्युक्ते तकारः प्रथमपुरुषे एकवचनप्रत्ययः, त ताम् अन् स तं त अं वा म इति सिद्धतिङ्प्रत्ययाः सन्ति. अस् धातुं स्वीकृत्य आरम्भे आडागमं कृत्वा, किन्तु अत्र कुत्रचित् अडागमः भवति, किन्तु अस् धातोः प्रसङ्गे आडागमः भवति, आटागमः आडजादीनाम् इति सूत्रेण आटागमः भवति इति कृत्वा आरम्भे लङ्लकारे आटागमः. किमर्थं चेत् तत्र अस् धातोः प्रसङ्गे अदन्तम् अङ्गम् अस्ति इति कृत्वा आटागमः. आटागमं कृत्वा पश्चात् धातुः, तत्पश्चात् सिद्धतिङ्प्रत्ययः. इत्युक्ते त्रयः भागाः सन्ति अत्र भूतकाले. तेन आसीत् आस्ताम् आसन् इति रूपाणि सिद्ध्यन्ति. तत्र रूपाणि ज्ञातव्यानि एव. साधु भगिनी, प्रिया भगिनी भवती पठतु. आं भगिनि. अभ्यासः यथोदाहरणं रिक्तस्थानानि पूरयत. यत उदाहरणं यथोदाहरणं यणसन्धि भवति, रिक्तस्थानानि प्रथमाविभक्ति बहुवचनं. पश्यतु पूरयत अत्र प्रथमाविभक्तिरूपम् अस्ति वा? न महोदय, महोदय द्वितीयविभक्ति भवति. कर्ता यूयं भवति, सो द्वितीया द्वितीया विभक्ति एव भवति रिक्तस्थानानि पूरयत। कथं ज्ञातवती द्वितीया विभक्त्यन्तं पदम् इदम् इति? पूरयत इति लोट्लकार मध्यमपुरुषः अस्ति, एवमेव कर्ता कर्ता भवति यूयम् इति, तेन कारणेन रिक्तस्थानानि कर्मपदं भवति। उत्तमम्। एतावत् अत्र धातुः सकर्मकधातुः, सकर्मकधातुः पूरी आप्यायने अर्थे चुरादिगणे धातुः अस्ति, पूरी इति धातुः अस्ति, तस्मात् धातुतः पूरयत, यथा भवती उक्तवती यूयं पूरयत इति अर्थः अस्ति, किन्तु अत्र रिक्तस्थानानि इति कर्मपदम्। उदाहरणं जानाति वा, वदतु। यत्तो हरणम् इत्युक्ते हृ धातु भवितुम् अर्हति, अनन्तरम् अहं न जानामि महोदय, प्रायः उपसर्ग उद् अस्ति, अहं न जानामि। उत् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, हृ धातुतः ल्युट् प्रत्ययस्य योजनेन उदाहरणम् इति पदं सिद्ध्यति। उत्योगः, आयोगः, हृयोगः, ल्युट्। हृधातोः ल्युट् प्रत्ययान्तरूपं हरणम्, हृधातुतः हरति इति क्रियापदं सिद्ध्यति, किन्तु ल्युडन्तं पदं हरणं, यथोदाहरणम् इति पदमस्ति। तत्र यथोदाहरणमिति पदम् अव्ययीभावसमासयुक्तं पदम् इति अहं चिन्तयामि। गुणसन्धिकार्यमस्ति, यथा योगः उदाहरणं, तत्र गुणसन्धिः भवति, यथोदाहरणं। साधु भगिनी, अत्र वाक्यानि पठित्वा पूरयतु। एकवचन सः मध्यमपुरुषे करोमि, त्वं वाक्पटुः आसीः, त्वं वाक्पटुः आसीः, युवां वाक्पटु आस्तं, युवां यूयं, यूयं वाक्पटुः आस्त, अहं वाक्पटुः अस्मि, आवां वाक्पटु वाक्पटुः आसम्, आवां वाक्पटु आस्व, वयं वाक्पटवः आस्म। पुनः आरम्भात् वदतु, प्रथमपुरुष एकवचनात् आरभ्य पठतु। आं महोदय, प्रथमपुरुषः सः वाक्पटुः आसीत्, तौ वाक्पटु आस्तां, ते वाक्पटवः आसन्, त्वं वाक्पटुः आसीः, युवा वाक्पटु आस्तं, यूयं वाक्पटुः आस्त, अहं वाक्पटुः आसम्, आवां वाक्पटुः आस्व, वयं वाक्पटवः आस्म। उत्तमम्। कुत्र कुत्र भेदः दृश्यते वदतु, अथवा वाक्पटुः इति पदं कीदृशं पदम्? वाक्पटुः उकारान्त पुल्लिङ्ग शब्दः अस्ति, सो गुरुः गुरु गुरवः इति, सो वाक्पटुः वाक्पटु वाक्पटवः, अनन्तरं सः तौ ते, अनन्तरं त्वं मध्यमपुरुष, सो त्वं पुनः वाक्पटुः एव भवति, त्वं युवां युवम्, एण्ड् अहम् आवां वयं भवति, सः आसीत्, तौ आस्तं, तौ आस्तां, ते आसन्, त्वं आसीः, युवाम् आसम्, यूयम् आस्म, नो यूयम् आस्त, अहम् आसम्, आवाम् आस्व, वयम् आस्म। उत्तमम्। अत्र पूर्वस्मिन् पुटे रूपाणि दत्तानि, केवलं तानि रूपाणि चित्वा अत्र लेखनीयानि, स एव विषयः अस्ति। अपि च अत्र वाक्पटुः इति पदं दत्तमस्ति, इदं पदं समस्तपदमस्ति, वाक् शब्दः चकारान्तशब्दः वाक् वाचौ वाचः इति पदमस्ति, समस्तपदमस्ति, वाचि पटुः इति विग्रहवाक्यं वक्तव्यं भवति. तत्र एकं सूत्रमस्ति सप्तमी शौण्डैः इति सूत्रमस्ति. इत्युक्ते वाचि पटुः शौण्डादिगणः इति एकः गणः अस्ति, तस्मिन् गणे बहवः शब्दाः सन्ति. शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर् प्रधान अधिपटु पण्डित कुशल चपल निपुण इत्यादीनि पदानि सन्ति. एतेषु पदेषु अन्यतमं पदम् उत्तरपदमस्ति चेत् तदा सप्तमी तत्पुरुषसमासः भवति. इत्युक्ते सौण्डादिगणे यानि पदानि सन्ति तेषु पदेषु अन्यतमं पदम् उत्तरपदमस्ति चेत् सप्तमी शौण्डैः इति सूत्रेण सप्तमी तत्पुरुषसमासः भवति. उदाहरणार्थं कार्यकुशलः कार्ये कुशलः, व्यवहारपटुः इत्युक्ते व्यवहारे पटुः, व्याकरणपण्डितः व्याकरणे पण्डितः इत्यादीनि, अथवा पाकप्रवीणः पाककुशलः, एतादृशानि पदानि सप्तमी तत्पुरुषसमासयुक्तपदानि. तादृशं पदमेव अत्र वाक्पटुः इति पदमस्ति. शौण्डादिगणे कानिचन पदानि सन्ति शौण्ड धूर्त खितव व्याड. केवलम् एतानि चत्वारि पदानि शौण्डः धूर्तः खितवः व्याडः, एतानि चत्वारि पदानि असमीचीनानि. इत्युक्ते तेषां नेगेटिव् कानोटेशन् अस्ति, इत्युक्ते असमीचीनः अर्थः अस्ति तेषां कृते. किन्तु अन्यानि पदानि यथा निपुणः चतुरः कुशलः इत्यादीनि पदानि उत्तमानि पदानि. तानि पदानि सप्तमी तत्पुरुषसमासप्रसङ्गे आयान्ति इति तत्र विषयः. वाक्पटुः, पटुः इत्युक्ते निपुणः. वदतु, तर्कसङ्ग्रहे अधिकारीलक्षणं विवरणं कर्तुं समये अन्नं भट्टेन अधिकारीलक्षणं दत्तमस्ति श्रवणधारणपटुः. ग्रहणधारणपटुः बालः इति अहं श्रुतवती. आम्, बालानां सुखबोधाय इति सन्दर्भ तस्य विवरणं यत्र दत्तमस्ति तत्र बालस्य लक्षणानि वदति चेत् तत्र अन्नभट्टेन लिखितमस्ति श्रवणधारणपटुः बालः. शोभा भगिनी भवती वदतु अत्र ग्रहणधारणपटुः. ग्रहणधारः पटुः अस्तु, पटुः इति ग्रहणस्य धारणं करोति इति वा? इत्युक्ते बालस्य लक्षणानि कानि इति परिशीलयामश्चेत् बालाः विषयस्य ग्रहणं बहु शीघ्रं कर्तुं शक्नुवन्ति. ग्रहणम् एव न किन्तु तस्य धारणमपि मनसि तिष्ठति. विषयः मनसि तिष्ठति. अस्तु, बहु उत्तमं क्वालिटि अस्ति भगिनि. भगिनी सेम् फार् श्रवणधारणपटुः. उत्तमं, श्रवणधारणपटुः अपि वक्तुं शक्नुमः. श्रवण शी एक्स्पर्ट् इन् लिसनिङ्ग्. उत्तमं, तत्रापि यद्यपि श्रुतं तत् मनसि तिष्ठति इति एव भवति किल. ग्रहणधारणपटुः बालः इत्युक्ते सः सूक्ष्मतया सूक्ष्मविषयान् अपि बहु सुलभरीत्या अवगन्तुं शक्नोति, अपि च मनसि विषयस्य धारणं कर्तुं शक्नोति बहुकालपर्यन्तम्. अग्रे कानिचन वाक्यानि लिखितानि सन्ति, का वक्तुमिच्छति? वेदभगिनी अस्ति वा नो चेत्? आम् आं भगिनि, आम् अस्मि. भवती पठतु. पठत अवगच्छत च, पठत मध्यमपुरुष लोट्लकारे बहुवचन, अवगच्छत अपि मध्यमपुरुषे लोट्लकारे बहुवचने अस्ति. पठत अत अपि च अवगत च, अवगत च इत्युक्ते अण्डर्स्टाण्ड्, किं वदामि संस्कृते अहं न जानामि. अवगच्छत वर्तमानकाले वाक्यं दत्तमस्ति, अन्त भूतकाले एकस्तम्भे भूतकाले वाक्यमस्ति, वाक्यानि सन्ति. युधिष्ठिरः नगरं गच्छति वर्तमानकाले, युधिष्ठिरः नगरं गच्छति. भूतकाले युधिष्ठिरः नगरं गतवान्। नगरं द्वितीया विभक्ति, युधिष्ठिरः प्रथमा विभक्ति, कर्ता कर्म अण्ड् क्रियापदं। गं धातु सकर्मकधातु अस्ति, तत्कारणेन नगरं द्वितीया कर्म अस्ति, कर्मपदमस्ति। भूतकाले युधिष्ठिरः नगरं गतवान्, तवतु प्रत्यय तत्र दत्तमस्ति, परन्तु लङ्लकारे उपयोगं कृत्वा युधिष्ठिरः नगरम् अगच्छत् एवं रूपम् आयाति। त प्रत्यय उपयोगं कर्तुं चेत् युधिष्ठिरः नगरं गतः। क्तान्तरूपं योजयित्वा वक्तुमिच्छति चेत् तत्र रूपद्वयं सिद्ध्यति। प्रथमं रूपं वदतु अधुना। न अवगच्छामि भगिनि, किं किं पृच्छति भवती? लङ्लकाररूपं योजयित्वा उक्तवती, क्तवत्वन्तरूपं योजयित्वा अपि उक्तवती, अधुना क्तान्तरूपं योजयित्वा वाक्यं लेखितुमिच्छति, वदतु पुनः वदतु। युधिष्ठिरः नगरं गतः। उत्तमं, तद्वाक्यं कर्तरि उपयोगं बिकास् गं धातु गत्यर्थक धातु, तदेव सकर्मक कर्म कर्म कर्तरि पदम् अस्ति, अथवा कर्मणि प्रयोगमेव कृतवान्। गतः त पदं त रूपम् अस्ति चेत् कर्मणि रूपमेव उपयोगं कर्तुं शक्नुमः, परन्तु अत्र गं धातु गत्यर्थकधातुः अस्ति, तत्कारणेन कर्तरी प्रयोगं कृतवती। अत्र एकं वक्तुमिच्छामि, भवती उक्तवती एव, साधु उक्तवती, अत्र तु धातुः गत्यर्थकधातुः अस्ति इति कृत्वा रूपद्वयं सिद्ध्यति, इत्युक्ते कर्तरीप्रयोगे वाक्यं सिद्ध्यति, कर्मणि प्रयोगे अपि वाक्यं सिद्ध्यति। कथं? भवती किम् उक्तवती? युधिष्ठिरः नगरं गतः। युधिष्ठिरः नगरं गतः, नगरं नपुंसकलिङ्गं वा, नगरं युधिष्ठिरेण नगरं गतः, युधिष्ठिरेण नगरं गतम्। उत्तमं, तत्र युधिष्ठिरेण अणत्वमपि युधिष्ठिरेण शकारनिमित्तम् अस्ति, तत्पश्चात् ठकार अस्ति भगिनि, रेफः अस्ति अन्ते, अन्ते रेफ, आं सत्यं सत्यं, साधु उक्तवती भगिनि। युधिष्ठिर कृत्वा जगाम इति साधु एव लिट्लकाररूपं गतवान् तु अनद्यतनभूतान् परोक्षे लिट् इति कृत्वा युधिष्ठिरः परोक्षे अस्ति कृत्वा युधिष्ठिरः नगरं जगाम साधु साधु एव। उत्तमं, युधिष्ठिरेण नगरं गतम् इति वाक्यमपि साधु, युधिष्ठिरेण नगरं गतम् इति कर्मणि प्रयोगे अस्ति वाक्यं, किन्तु कर्तृर्थकवाक्यं लेखितुमिच्छामश्चेत् युधिष्ठिरः नगरं गतः, तत्र युधिष्ठिर इति पदस्य विशेषणं भवति गतः, गतः कर्तरिप्रयोगे वाक्यम् अस्ति, किन्तु कर्मणि प्रयोगे कर्मपदम् अनुसृत्य क्रियापदं भवति इति कृत्वा युधिष्ठिरेण नगरं गतम् इति भवति। साधु भगिनी, द्वितीयं वाक्यमपि भवती एव करोतु। दुर्योधनः अपि नगरं गच्छति, दुर्योधनः अपि नगरं गच्छति वर्तमानकाले, भूतकाले दुर्योधनः अपि नगरं गतवान्, दुर्योधनः अपि नगरं गतवान्, तत्र एव दुर्योधनः अपि नगरं लङ्लकारे अगच्छत् आयाति। पदं तव तव वड्युसे त पदं प्रयोज्य दुर्योधनः अपि नगरं गतः, अपि दुर्योधनेन अपि नगरं गतम्। उत्तमं, नगरं गतम्। अलुक् समासः इति वदामः, इत्युक्ते तत्र पूर्वपदस्य विभक्तिलोपः न कृतः इति कृत्वा अत्र विशिष्टं पदम्। अलुक् समासस्य प्रसङ्गे युधिष्ठिरः इति पदम् उत्तमम् उदाहरणमस्ति। अपि च युधिष्ठिरः अपि च दुर्योधनः तौ द्वौ अपि नगरं गच्छतः, इत्युक्ते द्वौ तौ द्वौ नगरं गच्छतः इति वाक्यं साधु, अथवा द्वन्द्वसमासं कृत्वा वक्तुमिच्छामश्चेत् युधिष्ठिरदुर्योधनौ नगरं गच्छतः इति एकमेव वाक्यं लेखितुं शक्नुमः. युधिष्ठिरः आदौ आयाति, किमर्थं चेत् सः पूजनीयः. यः पूजनीयः अस्ति तस्य नाम प्रथमतया वक्तव्यं. युधिष्ठिरदुर्योधनौ, तत्र द्वन्द्वसमासयुक्तं पदं सिद्ध्यति. युधिष्ठिरदुर्योधनौ नगरं गच्छतः. तौ द्वौ नगरं गत्वा किं कृतवन्तौ? ओ, किं कृतवन्तौ? नगरजनात् पश्य दृष्टवन्तौ. अग्रे पठतु. तौ सर्वान् नगरजनान् पश्यतः. सः तौ ते ओके तौ सर्वान् तौ त्वौ इत्युक्ते युधिष्ठिरः दुर्योधनः द्वौ त्वौ सर्वान् नगरजनान् पश्यतः. वर्तमानकाले, भूतकाले तौ सर्वान् नगरजनान् सर्वान् नगरजनान् इति पदस्य विशेषणमस्ति. तौ सर्वान् नगरजनान् दृष्टवन्तौ. पश् धातुतः याति दृष्टवन्तौ. तौ अपि च पश्यतः, तयोर्मध्ये सम्बन्धः कः? तौ तौ द्विवचनमस्ति. पश्यतः अपि द्विवचनमस्ति. धातूनां द्विवचनं पश्यतः. उत्तमम्. अत्र किञ्चित् रूपाणि स्मारयति वा? पश्यतः पश्यतः पश्यति, पश्यतः पश्यन्ति, पश्यसि, पश्यतः पश्यथ, पश्यामि, पश्यावः, पश्यामः. उत्तमं भगिनि. अपि च अत्र तौ दृष्टवन्तौ, तत्र तयोर्मध्ये सम्बन्धः कः? तौ अपि द्विवचनं, दृष्टवन्तौ अपि द्विवचनं. दृष्टवन्तौ भूतकाले अस्ति, लङ्लकारे. सत्यं वा? न न न, दृष्टवन्तौ भगिनी, दृष्टवन्तौ तवतु प्रत्ययस्य द्वितीय द्विवचनरूपम् अस्ति. दृष्टवान् दृष्टवन्तौ दृष्टवन्तः. उत्तमं. तत्र किं ज्ञातव्यम्? अत्र धातुः दृष् धातुः. दृष् धातोः लट्लकाररूपं पश्यति. तत्र धात्वादेशः भवति. तत्र धात्वादेशः भवति इति कृत्वा दृष् धातोः रूपं पश्यति, पश्यतः, पश्यन्ति रूपाणि भवन्ति. सार्वधातुकप्रत्ययेषु परेषु एव तादृशं कार्यं भवति. किन्तु अत्र क्थवत् प्रत्ययः सार्वधातुकः नास्ति. क्थवत् प्रत्ययः आर्धधातुकप्रत्ययः. तत्र एकं सूत्रमस्ति अस्माकं कृते, तिंशत् सार्वधातुकम् इति सूत्रमस्ति. तिंशत् सार्वधातुकं प्रत्ययः तिङ् वा भवतु, षित् वा भवतु, भवतु सार्वधातुकम् अस्ति. अथवा शेषः आर्धधातुक इति सूत्रमस्ति, ऐ थिङ्क्. उत्तमम्. आर्धधातुकं शेषः इत्युक्ते अन्ये सर्वे तिङ् प्रत्ययान् विहाय, षित् प्रत्ययान् तिंशित् प्रत्ययान् विहाय अन्यप्रत्ययाः सर्वे आर्धधातुकप्रत्ययाः. इत्युक्ते केवलं पश्य आदेशः सार्वधातुकप्रत्ययेषु परेषु एव भवति. किन्तु क्तवत् प्रत्ययः आर्धधातुकः. न केवलं क्तवतु, क्ता प्रत्ययः, क्तवत् प्रत्ययः, क्तिन् प्रत्ययः, एते सर्वे आर्धधातुक एव. दृष्टवन्तौ इति पदस्य रूपं द्विवचनरूपम् अस्ति. किन्तु भवती किम् उक्तवती, तत्र लिङ्गं किम्? दृष्टवन्तः लिङ्गं पुल्लिङ्गं. प्रथमाविभक्ति एकवचनरूपं किं? दृष्टवान्. उत्तमं भगिनि. इत्युक्ते क्तवत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति, त्रिषु वचनेषु भवन्ति. विशेषणमेव अस्ति. तत्र कस्य विशेषणं भवति? तौ दृष्टवन्तौ. अत्र तौ कौ? तौ इत्युक्ते युधिष्ठिरः अपि दुर्योधनः द्वौ. उत्तमम्. उत्तमम्. क्तवतु प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अत्र पुंलिङ्गे दत्तमस्ति. स्त्रीलिङ्गे रूपाणि वदतु एकवारं. स्त्रीलिङ्गे दृष्टवती, दृष्टवत्यौ, दृष्टवत्यः, नदी, नद्यौ, नद्यः एवं रूपं चलति. उत्तमं. नपुंसकलिङ्गे अपि भवन्ति. नपुंसकले दृष्टवत् किमर्थं दृष्टवत्? क्तवत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अपि च त्रिषु वचनेषु भवन्ति, तदर्थमेव अत्र द्विवचने रूपाणि दत्तानि, सप्तसु विभक्तिषु तस्य रूपाणि भवन्ति. अपि च अत्र प्रातिपदिकं वदतु, दृष्टवन्तौ इत्यस्य प्रातिपदिकवत् तकारान्तप्रातिपदिकं सिद्ध्यति. शोभा भगिनी, किमर्थम् अत्र तकारान्तप्रातिपदिकं सिद्ध्यति वदतु. दृष्टवत् इति तत्र वा भगिनि, भिन्नरीत्या पृच्छामि. तवतु इत्यस्मिन् इत्संज्ञकवर्णानां लोपानन्तरं किम् अवशिष्यते? तवतु इत्यस्य तत्र तु ककारस्य कित् संज्ञा भवति, लोपः भवति. तवतु इत्यस्य वत् एव तिष्ठति. तवत् तत्र ता नागच्छति. तत्र उकारस्य अनुनासिक उकारः, अतः उपदेशजनुनासिक इत्यनेन तस्यापि इत्संज्ञा लोपः. तवत् इति तिष्ठति. तवतु इत्यस्मिन् अन्ते अनुनासिक उकारः अस्ति. अनुनासिक उकारः अस्ति इति कृत्वा उपदेशे जनुनासिक इत् इति सूत्रेण तस्य लोपः भवति. अपि च आदौ यः ककारः अस्ति सः ककारः अपि इत् संज्ञकवर्णः. लशक्व तद्धिते इति सूत्रमस्ति. लशकु कु इति वदामः. कु इत्युक्ते कवर्गीयव्यञ्जनानि इति अर्थः. तत्र ककारः कित् अस्ति. ककारस्य लोपः लशक्व तद्धिते इति सूत्रेण भवति. अपि च प्रत्ययः कित् अस्ति. प्रत्ययः कित् अस्ति चेत् किं भवति? कित् ङिस्त् अस्ति चेत् गुणकार्यं न भवति न? किं उत्तमं भगिनि. क्निति च इति सूत्रेण गुणवृद्धिनिषेधः भवति. दृष्धातोः रूपम् आदौ स्वीकुर्मः, तत्पश्चात् तवत्. तत्र तवतु इत्यस्मिन् केवलं तवत् एव अवशिष्यते. दृश्योगः तवत्. तत्र अन्यानि सन्धिकार्याणि कृत्वा दृष्टवत् इति प्रातिपदिकं सिद्ध्यति. प्रातिपदिकात् अस्माकम् इच्छानुगुणं पुंलिङ्गे रूपाणि, स्त्रीलिङ्गे नपुंसकलिङ्गे अपि रूपाणि साधयितुं शक्नुमः. एकः प्रश्नः, अत्र गतवान्, दृष्टवन्तौ, एतानि सर्वाणि विशेषणानि इति वयं चिन्तितवन्तः. तत्र क्रियापदं तु आसीत् इति भवति वा? परन्तु एतत् गतकाले भूतवान् किल, तत्कारणात् युधिष्ठिरः नगरं गतवान् आसीत् इति भवति वा? अहं पूर्वमपि उक्तवती. किम् इत्युक्ते कृदन्तपदानि क्रियापदम् इव कार्यं कुर्वन्ति. इत्युक्ते दुर्योधनः अपि नगरं गतवान्. अस्मिन् वाक्ये तिङन्तपदं नास्ति. तिङन्तपदं योजयित्वा वक्तुमिच्छामश्चेत् आसीत् अथवा अस्ति इत्युक्ते अस्धातोः रूपं योजयित्वा वक्तुं शक्नुमः. एतावता क्तवत् प्रत्ययस्य प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते, क्तवत् प्रत्ययः कर्त्रर्थकप्रत्ययः. क्तवत् प्रत्ययस्य प्रसङ्गे ज्ञातव्याः अंशाः के इत्युक्ते, अस्मिन् प्रत्यये ककारः इत्संज्ञकवर्णः, उकारः इत्संज्ञकवर्णः, तवत् एव अवशिष्यते. तदर्थमेव अत्र दृष्टवत् इति प्रातिपदिकं सिद्ध्यति. अपि च सः प्रत्ययः इडागमानुकूलप्रत्ययः. इत्युक्ते प्रत्यये इडागमानुकूल्यम् अस्ति. आर्धधातुकस्येड्वलादेः इति सूत्रेण तवतु इत्यस्मिन् अनुबन्धवर्णानां लोपानन्तरं ता एव अवशिष्यते, आदिमवर्णः. सः तकारः वलादिवर्णः इति कृत्वा तवतु प्रत्यये इडागमस्य कृते आनुकूल्यमस्ति इति कृत्वा इडागमः भवितुमर्हति. तदर्थमेव पठ् धातुतः पठित इति रूपं सिद्ध्यति. तत्र इडागमः अस्ति, किन्तु अत्र दृष्टवन्तौ इत्यस्मिन् इडागमः नास्ति. किमर्थम् इत्युक्ते धातौ आनुकूल्यं नास्ति. इत्युक्ते इडागमः भवितुं धातौ अपि आनुकूल्यम् आवश्यकम्. अपि च अयं प्रत्ययः भूतकालार्थकप्रत्ययः. तावत् प्रत्ययः भूतकालार्थकप्रत्ययः, कर्त्रर्थकप्रत्ययः. अपि च सर्वेभ्यः धातुभ्यः. इत्युक्ते केचन प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते, किन्तु अयं प्रत्ययः सर्वेभ्यः धातुभ्यः विधीयते. प्रत्ययः इडागमानुकूलप्रत्ययः अस्ति, किन्तु तत्र धातुः सेट् अस्ति वा अनिट् अस्ति वा? धातुः सेट् अस्ति चेत् इडागमः भवति. धातुः अनिट् अस्ति चेत् इडागमः न भवति. अत्र दृश् धातुः अनिट् धातुः इति कृत्वा इडागमः न भवति. तवत्वन्तरूपाणां प्रसङ्गे बहूनां हल्सन्धिकार्याणां प्रयोगः भवति. इत्युक्ते बहूनि हल्सन्धिकार्याणि भवन्ति. दृश्योगः तवत् इति कथनेन तत्र दृष्टवत् इति रूपं सिद्ध्यति. कानिचन हल्सन्धिकार्याणि ज्ञातव्यानि इति अत्र विषयः अस्ति. एतावत् अस्माकं विषयः तु भूतकालार्धे लङ्लकाररूपं योजयित्वा वाक्यं लेखितुं शक्नुमः, नो चेत् क्तवत्वन्तरूपाणि योजयित्वापि लेखितुं शक्नुमः. किन्तु क्तान्तरूपं योजयामश्चेत् सः धातुः कीदृशः, इत्युक्ते अकर्मकधातुः वा अथवा गत्यर्थकधातुः वा, एतत् सर्वं दृष्ट्वा एव वक्तव्यं भवति. किमर्थं चेत् तत्र बहवः नियमाः ज्ञातव्याः. क्तान्तरूपप्रयोगसन्दर्भे बहवः नियमाः ज्ञातव्याः. ज्ञात्वा एव समीचीनानि वाक्यानि लेखनीयानि. अद्य वयं किञ्चिदेव पठितवन्तः, किन्तु साधुचिन्तनं कृतवन्तः. अधुना विरमाम. भगिनी क्षम्यतां भगिनी, नपुंसकलिङ्गरूपाणि तव तु एकवारं स्मारयतु कृपया. दृष्टवत् द्विवचने किम्? ऐ थिङ्क् दृष्टवत् दृष्ट दृष्टामि. ददत् ददति ददन्ति ददत् ददति तत् रूपं चलति. जगत् जगति जगन्ति एक्साक्ट्लि. प्रिया भगिनी वदतु रूपाणि वदतु. जगत् जगति जगन्ति, जगत् जगति जगन्ति, जगद्भ्यां जगन्ति. अधुना दृष्टवत् दृष्टवत् प्रातिपदिकं स्वीकृत्य वदतु. दृष्टवत् दृष्टवती दृष्टवन्ति दृष्टवन्ति दृष्टवत् दृष्टवैकार दृष्टवन्ति. तत्र एकं वाक्यं रचयतु. दुर्योधनः दृष्टवान् इति पुंलिङ्गे वाक्यमस्ति, किन्तु नपुंसकलिङ्गे वाक्यं रचयतु. मित्रे दृष्टवान् सो मित्रं दृष्टवत् मित्रं दृष्टवत् मित्राणि दृष्टवन्ति दृष्टवन्ति. तत्र अन्ते ह्रस्व इकारः आयाति. मित्राणि किं दृष्टवन्ति? मित्राणि सर्वान् नगरजनान् दृष्टवन्ति. उत्तमं. मित्राणि सर्वान् नगरजनान् दृष्टवन्ति. द्विवचने दृष्टवती दीर्घ ई अस्ति. ददति दीर्घ ईकार. हा दृष्टवती अपि च स्त्रीलिङ्गरूपम् अपि समानार्थक समान रूपम् अस्ति न भगिनि? पश्यतु स्त्रीलिङ्गे किं वदामः, नदीशब्दवत् रूपाणि भवन्ति. स्त्रीलिङ्गे एकवचनं भवति. हा एकवचनमस्ति चेत् स्त्रीलिङ्गे एकवचनमस्ति चेत् इत्युक्ते रमा दृष्टवती नपुंसकलिङ्गे द्विवचन समान अस्ति इति अहं वदामि भगिनि. उत्तमम्. साधु तत्र दृष्टवती दृष्टवत्यौ दृष्टवत्यः. नपुंसकलिङ्गे द्विवचनरूपं स्त्रीलिङ्गे एकवचनरूपं समानम् इति वक्तुम् इच्छामि भगिनि. धन्यवादः भगिनि. धन्यवादः. साधु. अग्रिमे सप्ताहे पुनः मिलित्वा किञ्चित् इतोपि ज्ञातुं प्रयत्नं करिष्यामः. सर्वेषां धन्यवादाः. धन्यवादः. धन्यवादः.